समाधिस्त शिव श्वलोके निर्भरं जनानात्कंदना भवाग्नौ भीषणे प्रदग्धानां प्रभो हितस्त्वाभ्यागतः विवेकानन्दते प्रभाते प्राञ्जलिः विवेकानन्दते प्रभाते प्राञ्जलिः नरेन्द्र शैशवे नरेन्द्र यौवने नरेन्द्र क्रीडने नरेन्द्र शिक्षणे नरेन्द्र पालने नरेन्द्र ह्यर्पणे विवेकानन्दते प्रभाते प्राञ्जलि विवेकानन्दते प्रभाते प्राञ्जलि हरेन्द्र चेष्टितै कलाज्ञो गायनैः परे ज्ञानैर्बुधो महर्षि दर्शनैः यतीन्द्र शक्तिभिर्भवान् यं नास्ति किं विवेकानन्दते प्रभाते प्राञ्जलि विवेकानन्दते प्रभाते प्राञ्जलि मुमुक्षा दर्शिताभिहंसं धावनै विनयकां पादुकां नितान्तोन्मत्तवत् समानं देहि मे मुमुक्षा मद्गुरु विवेकानन्दते प्रभाते प्राञ्जलिः विवेकानन्दते प्रभाते गुरुरमृत्पले स्वमात्मानं ददौ परीक्षानन्तरं बहु प्रश्नैभिषं भवास्तां पिप्रिये विवेकानन्दते प्रभाते प्राञ्जलिः विवेकानन्दते प्रभाते प्राञ्जलिः सुगन्धसि गुरुर्भवान् वायो खलु चतुर्यां त्वं च भो महाचैर्घोषकः गुरुसूर्यस्तु हे किलाग्नो विवेकानन्दते प्रभाते प्राञ्जलिः विवेकानन्दते प्रभाते प्राञ्जलि स्वधर्मश्रेष्ठतां स्वगर्वं संशतां जनानाधिष्ठतां तयैव भाज्यः स्वधर्म वैदिको धनार्घो दर्शिता विवेकानन्दते प्रभाते प्राञ्जलिः विवेकानन्दते प्रभाते स्फुलिङ्गान् स्फोटयन् सुदीप्ता अग्नेर्यथ तथैव त्वं यते विकीर्यमानुषी परिज्ञान प्रभ आचारेर्भारते विवेकानन्दते प्रभाते प्राञ्जलिः विवेकानन्दते प्रभाते प्राञ्जलिः अहो आकर्षणं तवास्य स्यातुलं तवाहो पौरुषं विरागो मुग्धत प्रगढं प्रेम च जगाधं वेदनं विवेकानन्दते प्रभाते प्राञ्जलिः विवेकानन्दते प्रभाते विमोक्षं स्वात्मनश्चतुर्योगाध्वभिः पृथग्वा संहतैर्हितां लोकस्य च कवाज्ञासाधये दितिप्रीत्या नरः विवेकानन्दते प्रभाते प्राञ्जलिः विवेकानन्दते प्रभाते प्राञ्जलिः यते नोरुस्तव प्रमाणम् प्रफुल्लं षट्पदैः प्रशूणं तावृतं तवार्थं कोकिलो मनोज्ञं पूजति विवेकानन्दते प्रभाते प्राञ्जलिं विवेकानन्दते प्रभाते प्राञ्जलिः उषःकाले पदे नमस्कृत्याशिषा लभेरान्धन्नत मिति श्रद्धालवः समेत सन्मुखे दधेता दर्शनं विवेकानन्दते प्रभाते प्राञ्जलिः विवेकानन्दते प्रभाते प्राञ्जलिः विवेकानन्दते प्रभाते प्राञ्जलिः विवेकानन्दते प्रभाते प्राञ्जलिः।